तर्हि अस्माकं न्यायवर्गं न्यायवर्गस्य कक्षायाम् इदानीं वयं तत्र गतसप्ताहे प्रतिबन्धकत्वम् इत्यस्मिन् प्रसङ्गे आसन्, तत्र प्रतिबन्धकत्वस्य विषये किञ्चित् पठितवन्तः. यथा कारणस्य प्रसङ्गे द्वैविध्यमासीत् तद्वत् प्रतिबन्धकस्य विषये अपि तथा इति सर्वं वयं दृष्टवन्तः. तत् किञ्चित् पुनस्मारणत्वेन दृष्ट्वा अग्रे सरेम. तर्हि रामप्रिया भगिनी, भवती एव वक्तुं शक्नोति वा तत्र जले तत्र हृदे यद्यपि तत्र छिद्रम् अस्ति तथापि जलं न स्रवति किमर्थम् इति तत्र अस्ति खलु, तस्मिन् प्रसङ्गे किञ्चित् वक्तुं शक्नोति वा? आम्, तत्र हृदे जले तत् सिञ्चनाय न चित्रे सति अपि जलं कुतो न भवति इति इति भागः. तत्र यदा तत्र एव वयं प्रतिबन्धकः इति विषये पठितवन्तः. अत्र यदा वयं कारणत्वप्रसङ्गे कारणत्वविषये पठितवन्तः, तत्र सामग्री इति विषये वयं पठितवन्तः. यावन्तः पदार्थाः कारणीभूतपदार्थाः सन्ति ते सर्वे कार्यस्य उत्पादनसमये ते सर्वे सामग्री इति तस्य नाम इति पठितवन्तः. परन्तु यदा प्रतिबन्धकः इत्युक्ते सामग्री अस्ति चेदपि पदार्थस्य सामग्री अस्ति चेदपि कार्यं न उत्पद्यते, सः पदार्थः एव प्रतिबन्धकः इति तस्य नामकरणम् आसीत् अस्ति. तत्र एव वयं उदाहरणरूपेण दृष्टवन्तः, यदा कृत्रिमस्य हृदयस्य निर्माणं भवति चेत् तत्र किं भवति इति. तत्र एकं छिद्रं स्थापयित्वा जलस्य श्रवणाय एकं छिद्रं स्थापयति चेदपि किमर्थं जलं तत्र न वहति इति वयं दृष्टवन्तः. तत्र एव तत् छिद्रे वस्त्रादि वेष्टितकाष्ठविशेषः एकम् आसीत् इति कृत्वा एव तत्र जलं तद् छिद्रेण छिद्रया न स्रवति इति. किमर्थम् इत्युक्ते तद् वस्त्रादि वेष्टितकाष्ठविशेषः एव प्रतिबन्धकः इति, यस्मिन् सति कार्यं तत्र न उत्पद्यते. कार्यम् इति अस्मिन् स्थले तु जलस्य श्रवणम् आसीत्, तत् कार्यं न उत्पद्यते. किमर्थम् इत्युक्ते वस्त्रादिवेष्टिकाष्ठविशेषः इति प्रतिबन्धकः तत्र आसीत् इति कृत्वा. तत्रैव वयं दृष्टवन्तः प्रतिबन्धकस्य अभावम् अपि नैयायिकाः सामग्री इति स्वीकृतवन्तः इति. अतः तदेव वेष्टितकाष्ठाभावः अपि जलस्रावम् इति कार्यस्य प्रति कारणम् आसीत् इति. तदेव कारणीभूत अभावप्रतियोगित्वम् इति उच्यते इति दृष्टवन्तः. तत्र कारणी क्षम्यतां भगिनि, एकक्षणं, किञ्चित् अग्रे गतवती. तत्र वस्त्रादिवेष्टितकाष्ठविशेषः इति यदा अस्ति तदा जलस्रावं न भवति, इत्युक्ते तदस्ति चेत् कार्यं न भवति इति इति वयं दृष्टवन्तः खलु. इति कृत्वा किम् उक्तम् इति कृत्वा तत्र तस्य अभावः इत्युक्ते तत्र वस्त्रादिवेष्टितकाष्ठविशेषः इति इदानीं विरोधी अस्ति, इत्युक्ते सहनावस्थरूपविरोधि खलु. यतोहि तत्र तदस्ति चेत् कार्यं न भवति, तद् नास्ति चेत् कार्यं भवति इति तत्र विरोधिरूपेण तत् तत्र तिष्ठति. तदेव प्रतिबन्धकः इति वयं वदामः, तादृशप्रतिबन्धकः अस्ति चेत् कार्यं न प्रचलति, तस्य अभावे एव कार्यं भवति इति कृत्वा तस्य अभावः इत्युक्ते प्रतिबन्धकाभावः अपि सामग्र्याम् इत्युक्ते कार्यस्य कारणेषु अन्यतमः इति नैयायिकाः उक्तवन्तः इति तत्र तेन तत्र प्रतिबन्धकभावः अपि सामग्र्याम् अन्तर्भवति इति आगच्छति खलु. इति यावत् तत् सम्यक्. तदग्रे इदानीं प्रतिबन्धकत्वम् इति कीदृशम् इति प्रश्ने सति यथा भवती उक्तवती तद्वत् तत् किञ्चित् इतोपि किञ्चित् सरला भगिनी भवती वदति वा तत्र प्रतिबन्धकत्वस्य स्वरूपं कीदृशम् इति. तस्य स्वरूपं द्वैविध्यम् अस्ति. वृष्टि तस्य अन्य कारणीभूतभावप्रतियोगित्वम् अस्तु अस्तु. ओ प्रतिबन्धकस्य स्वभावः अस्ति तस्मिन् भवति प्रतियोगिता प्रतियोगिता अस्ति कारणीभूतभावप्रति प्रतिबन्ध अस्ति तस्य. न न एकक्षणं भगिनि क्षम्यतां. प्रतियोगिता कुत्र अस्ति? प्रतियोगिता अस्ति प्रतिबन्धके कार्य अभावप्रति. तदस्ति परन्तु इदानीं तत्र किञ्चित् प्रतियोगिता इति अभावात् वक्तुं शक्नोति वा प्रतिबन्धकम् इति न स्वीकृत्य तत्र अभावस्य प्रतियोगी खलु तत् तथा किञ्चित् वक्तुं शक्नोति वा इत्युक्ते किं कारणीभूत अभावप्रतियोगित्वम् इत्युक्ते कारणीभूत अभाव इत्युक्ते कार्यं कार्य उत्पत्ति प्रतियः अभावः अस्ति तस्य प्रतियोगित्वं यस्मिन् अस्ति यथा जलश्रावणम् अस्ति अत्र कार्यं तस्य पसि कारणीभूतभावः भवति काष्ठविशेषाभावः तस्मिन् अस्ति प्रतियोगित्वं वस्त्रादिवेष्टितकाष्ठविशेषे प्रतियोगित्वं नास्ति खलु इत्युक्ते विशेष अभावे प्रतियोगित्वं नास्ति खलु इत्युक्ते यथा भवती उक्तवती तत् सत्यमेव इत्युक्ते कारणीभूत अभावः अस्ति काष्ठाभावः. काष्ठाभावस्य प्रतियोगी काष्ठं भवति. काष्ठं तर्हि प्रतियोगित्वं कुत्र अस्ति? काष्ठे अस्ति. काष्ठे अस्ति. काष्ठे अपि च किमस्ति? काष्ठे अस्ति प्रतिबन्धकत्वं. काष्ठः इति प्रतिबन्धकः इति कृत्वा काष्ठे प्रतिबन्धकत्वमपि अस्ति. तर्हि प्रतिबन्धकत्वस्य स्वभावः अस्ति कारणीभूत अभावप्रतियोगित्वम् इति खलु. काष्ठे प्रतिबन्धकत्वमपि अस्ति काष्ठे कारणीभूत अभावप्रति कारणीभूत अभावस्य प्रतियोगित्वम् अस्ति. सत्यं सम्यक्. तर्हि अग्रे इतोपि तत्र वृष्टिः इति अन्य उदाहरणम् अस्ति. यदि मेघा गगने आवृतम् अस्ति वृष्टिः सम्भावना अस्ति सर्वे जनाः व्यस्ता सन्ति तस्य तृणानि इन्धनानि रक्षणं कृते अपि बालान् अङ्गणात् सुरक्षं कृतं किन्तु वेगेन वायु प्रचलति तथा अतः तत्र वृष्टिः न भवति. सर्वे कारणानि सन्ति मेघे मेघाः सन्ति सर्वे अपि वृष्टिः तस्य आगमनं प्रति उत्सुकता आसीत् किन्तु वृष्टिः न भवति, यत्र वेगेन यः वायु प्रचलति तत् भवति वृष्टिः पतनं प्रति प्रतिबन्धकः अस्ति. सो वृष्टि वेगेन वायुवेगः भवति प्रतिबन्धकः, तस्य यदि अभावः अस्ति वायोः वेगं तत् भवति वृष्टि उत्पत्ति प्रति तस्य अभावः तस्य अभावः यदि भवति तर्हि वृष्टिः भवति, यदि वेगेन वायुः न चलयति तस्य अभावः भवति, प्रतिबन्धकस्य अभावः भवति, तदा वृष्टिः आगच्छति. कारणमस्ति प्रतिबन्धक वृष्टिकार्यं तस्य प्रति अभावः अस्ति वायोः वेगम्. पुनः वदतु कारणं किम् अत्र? कारणमस्ति वायोः वेगेन वायु प्रचलति, प्रचलनं तस् भवति प्रतिबन्धक, वृष्टि पतनं प्रति कारणं न पतनं प्रति. इत्युक्ते वायुः वेगेन चलनम् इति न, वस्तुतः वायुः एव तत्र वायुः अस्ति इति कृत्वा, इत्युक्ते वायुः इति कारणं वृष्टि अभावस्य कारणम् इति प्रायः वक्तुं शक्नुमः, परन्तु वस्तुतः अत्र वायुः वृष्टिं प्रति प्रतिबन्धकः अस्ति खलु, तर्हि वायु अभावः इति वृष्टिं प्रति कारणम्. वायोः वेगम् अपि आवश्यकं न, केवलं वायो न, तत्र वायुः इत्युक्ते तत्र वायुः वायुः महति समीरणे प्रवहति, हा तदेव, तत्र वायुः वहत् प्रवहति इति कृत्वा तत्र वृष्टिः न भवति खलु, न भवति. वायुः तु वस्तुतः नित्यद्रव्यं नास्ति खलु, आकाशात् एव विभुः अपि च नित्यद्रव्यम् इति कृत्वा वायुः अस्ति चेदेव तत्र वृष्टिः न भवति इति स्वीकर्तुं शक्नुमः इति मम अवगमनं. तत्र वायोः वेगः इति प्रायः तत्र विषयः नापेक्षितः इति मम अवगमनं. तर्हि तत्र वायुः अस्ति इति कृत्वा वृष्टिः न भवति, तर्हि वायुः भवति प्रतिबन्धकः, तर्हि वायोः अभावः अथवा वायवभावः इति कारणीभूत अभावः भवति, तर्हि तस्य प्रतियोगित्वमेव वायो इति कृत्वा तत्र तादृशप्रतियोगित्वम् इति प्रतिबन्धकत्वं भवति, तदेव वायो अस्ति इति आगच्छति. सम्यक् भगिनि. अग्रे राजेन्द्रमहोदय, भवान् तत्र किञ्चित् तत्र प्रतिबन्धकस्य द्वैविध्यम् इति विषये किञ्चित् वक्तुं शक्नोति वा? आम् आं भगिनि, प्रयत्नं करोमि. यथा अस्माभिः पूर्वं पठितं, विद्यमानस्य सतः कारणता अपि च ज्ञायमानस्य सतः कारणता द्विविधकारणतः आसन्, तथैव अत्र प्रतिबन्धकत्वस्य अपि द्वविध्यं कारणत्वम् अस्ति. यथा अत्र यथा भगिनी तत् वस्त्रवेष्टित काष्ठविशेष उदाहरणे, तत् वस्त्रवेष्टित काष्ठविशेषः कमपि कोऽपि सर्वदा जानाति, परन्तु तत् कोऽपि जानाति अथवा न जानाति, तत्तु वस्त्रवेष्टित काष्ठविशेषः यदा तत्र अस्ति तत् जलश्रवणं प्रति बाधकता अस्ति, विरोधिता अस्ति, तादृशी विरोधिता प्रतिबन्धकता विद्यमानस्य प्रतिबन्धकता वदामः. एवं विद्यमानस्य स्वतः प्रतिबन्धकता वदामः एवं भगिनि विद्यमानस्य प्रतिबन्धकता सम्यक् एव महोदय विद्यमानस्य प्रतिबन्धकता तत् वदामः द्वितीय उदाहरणम् अस्ति यथा द्वितीयविधप्रतिबन्धकता अस्ति वैज्ञानिकी अपि च यस्य न्यायमानस्य कारणतः अपि वक्तुं शक्नुमः अत्र उदाहरणमस्ति यत् कोऽपि जनः तस्य पुत्री चैत्रपुत्र्या च मेत्रपुत्रेण सह विवाह संयोजनं भवति सर्व जातकमेलनं यत्किमपि कार्याणि कुर्वन् आसन् तत् सर्वे सम्यक्तया प्रचलन्ति परस्परदर्शनम् अपि जातं वृद्धैः परिवारजनैः वृद्धैः या अनुमतिः दत्तं परन्तु तदनन्तरं यथा विवाहः सम्यक् यथा विवाह आरभ विवाह सम्पन्नपूर्वं तत् केनचित् आगत्य तत्र मैत्रपुत्रस्य दुर्व्यवहारविषये कोऽपि वदति किमपि ज्ञानं ददाति तथा यदा जनाः चैत्रपुत्र्या जनाः ये तत् शृण्वन्ति ते निश्चयन्ति तत् विवाहः सम्यक् न दृश्यते तत् कारणात् ते विवाहः निवृत्तं न विवाहः विवाहस्य स्थगनं कुर्वन्ति ते तादृशी प्रतिबन्धकता अत्र प्रतिबन्धकता यादृशी अस्ति तत् वैज्ञानिकप्रतिबन्धकता अपि च ज्ञायमानस्य कारण प्रतिबन्धकता वदामः यद्यपि तत्र यावत् तत्र ज्ञानं न आसीत् मातृपुत्रस्य दुर्व्यवहारस्य विषये ज्ञानं न आसीत् तावत् विवाहः तु भवेत् एव परन्तु यथा यदा तस्य दुर्व्यवहारस्य विषये ज्ञानम् अभवत् तत् न तत् प्रतिबन्धकता तस्य आगच्छति विवाहे तत् विवाहः न सम्भवति अपि च तस्य वैज्ञानिकविरोध प्रतिबन्धकता वक्तुं शक्नुमः बहु सम्यक् महोदय धन्यवादः तर्हि इति तत्र प्रतिबन्धकस्य प्रसङ्गः समाप्तः इदानीम् अग्रे प्रयोज्यप्रयोजकभावः इति इति विषयः आगच्छति तर्हि एतावत्पर्यन्तं तत्र प्रतिबन्धकत्वस्य विषये सन्देहः अस्ति वा अथवा किमपि कोऽपि प्रश्नः अस्ति चेत् तत्सर्वं तस्मिन् विषये चर्चां कृत्वा अग्रे गन्तुं शक्नुमः भगिनी एकः प्रश्नः पृच्छामि अत्र प्रतिबन्धकस्य अभावः सामग्री अस्ति अथवा प्रतिबन्धक एव सामग्री तत्र भवानेव वदतु खलु इत्युक्ते तत्र यथा भवान् इदानीं तत्र उदाहरणम् उक्तवान् तत्र जलस्रावविषये विद्यमानस्य प्रतिबन्धकता इति तत्र प्रतिबन्धकः कः प्रतिबन्धक वस्त्रवेष्टित काष्ठः प्रतिबन्धकः तर्हि सम्यक्तया न जानामि चिन्तयामि तत् तस्य अभावः सामग्री अस्ति हा सत्यं यतोहि तत्र वस्त्रवेष्टितकाष्ठविशेषः अस्ति चेत् कार्यं भवति वा नास्ति चेत् कार्यं न भवति कार्यं न भवति खलु नास्ति चेदेव कार्यं भवति इति कृत्वा तत्र अभावः एव कारणं भवति खलु यतोहि तद् नास्ति चेदेव कार्यं भवति इति कृत्वा तस्य अभावः एव कारणं कार्यं प्रति धन्यवादः तर्हि अग्रे सरेम तत्र अग्रे सन्ध्या भगिनी भवती पठितुम् इच्छति वा आं भगिनि प्रयोज्यप्रयोजकभावः कारणत्वप्रसङ्गात् प्रतिबन्धकत्वं निरूपितं तद्वदेव च प्रयोज्यप्रयोजकभावोऽपि ज्ञातव्यः यस्य पदार्थस्य प्रागभावो भवति यस्य उत्पत्तिः भवति तस्य इदं कारणम् इयं चास्य सामग्री इत्यादयः व्यवहाराः भवन्ति परन्तु यः पदार्थः नित्यः यस्य प्रागभावध्वंसौ न स्तः तथापि तु सः कदाचिदेव प्रतीयते कदाचित् न तादृशपदार्थविषयकः अयम् उत्पन्नः नष्टः इति व्यवहारः नोचितो भवति। घटादिपदार्थानां चक्रदण्डादिजन्यत्वम् इव प्रकारताविशेष्यतादिपदार्थानां च जन्यत्वं केनचित् न जन्यत्वं केनचित् प्रतीमः। परं ज्ञाने सत्येव विषयताः प्रतीयन्ते इच्छादिसविषयकपदार्थेषु सत्सु वा तेषाम् असत्त्वे हि प्रकारत्वादिविषयताः न प्रतीयन्ते। तर्हि इदानीं तत्र यथा कारणत्वं तत्र वयं प्रतिबन्धकत्वम् इति दृष्टवन्तः तद्वदेव अग्रे तत्र प्रयोज्यप्रयोजकभावः अपि तत्र जानीमः भावं जानीमः इति। यस्य पदार्थस्य उदाहरणार्थं तत्र घटादिपदार्थाः तेषां तत्र प्रागभावः भवति उत्पत्तिः भवति नाशः भवति इत्यादिकं तत्र यत्र अस्ति तत्र वयं उत्पत्तिः तस्य अस्ति अपि च कारणम् एतदस्ति अपि च सामग्री अत्र अस्ति इति सर्वं वयं वक्तुं शक्नुमः यतोहि तेषां तादृशपदार्थानां तत्र जननम् अपि च ध्वंसः इत्यादिकं भवति उत्पत्तिः ध्वंसः इत्यादिकम्। परन्तु अन्यपदार्थाः ये नित्याः सन्ति अपि च येषां तत्र प्रागभावः ध्वंसः इत्यादिकं न भवति परन्तु तेषां पदार्थानां प्रतीतिः कदाचिदेव भवति कदाचित् न भवति तदा वयं तत्र एषः पदार्थः उत्पन्नः वा सः पदार्थः नष्टः इति तादृशेषु पदार्थेषु तेषां विषये वयं वक्तुं न शक्नुमः। तत्र घटादिपदार्थानां चक्रदण्डादिजन्यत्वं यथा घटादिपदार्थानां तत्र उत्पन्ने वयं चक्रं दण्डः इत्यादिकं तत्र कारणानि इति वयम् उपयोगं कुर्मः अतः चक्रे दण्डे जन्यत्वम् अस्ति घटं प्रति परन्तु तादृशं प्रकारता वा विशेष्यता इत्यादि ये पदार्थाः सन्ति तेषां जन्यत्वं कुत्र अस्ति वा कथं भवति इति वयं न ज्ञातुं शक्नुमः न केनचित् अपि तत्र उपकरणेन वा साधनेन ज्ञायते तद् परन्तु प्रकारताविशेष्यता इत्यादिकं सर्वदा वयं न पश्यामः वा सर्वदा तेषां प्रतीतिः न भवति यदा ज्ञानं भवति तदा एव एतेषां प्रतीतिः भवति एतेषामपि तत्र एतेषां विषये तत्र ज्ञातुं शक्नुमः यदा ज्ञानमस्ति तदा एव प्रकारता विशेष्यता इति विषयाः भवन्ति तादृशमेव तत्र यथा ज्ञानं सविषयकपदार्थः तादृशमेव इच्छा अपि सविषयकपदार्थः तर्हि सविषयकपदार्थाः यदा भवन्ति तेषां तदा एव प्रकारता विशेष्यता इत्यादि पदार्थाः अपि तेषामपि प्रतीतिः भवति यदा तादृश ज्ञानादि सविषयकपदार्थाः न तेषां ज्ञानं तदा तादृशपदार्थाः यदा न भवन्ति ज्ञानम् इत्यादिकं सविषयकाः तदा प्रकारता विशेष्यता इत्यादिकं किमपि न वयं ज्ञातुं न शक्नुमः तथापि तत्र तेषां तत्र उत्पत्तिः अस्ति वा तेषां नाशः अस्ति इति वक्तुं न शक्नुमः इति विषयः अत्र। बहु सम्यक् भगिनी, धन्यवादः। तत्र तत्र तृतीयं वाक्यमस्ति खलु, यस्य पदार्थस्य प्रागभावो भवति यस्य उत्पत्तिः भवति तस्य इदं कारणम् इयं च अस्य सामग्री इत्यादयः व्यवहाराः भवन्ति इति। तत्र केवलं यस्य पदार्थस्य उत्पत्तिः भवति इत्युक्ते प्रागभावः अस्ति इति कृत्वा तस्य उत्पत्तिः भवति केवलं तस्य विषये अस्ति इति चिन्तयामि भगिनी, न तु यस्य ध्वंसः भवति इति। इत्युक्ते तत्र ध्वंसः भवति चेत् तत्पूर्वमेव अस्ति खलु तत् तर्हि तस्य कारणम् इति वयं प्रायः वक्तुं न शक्नुमः इति यस्य प्रागभावः अपि च तस्य उत्पत्तिः भवति अपि च उत्पत्तेः तत्र ओ इदं कारणमस्ति तत्र एषा सामग्री इति वक्तुं शक्नुमः इत्येव विषयः तत्र इति सत्यम् अपि च तत्र तर्हि रामप्रिया भगिनी तत्र किञ्चित् तत्र प्रश्नः आगच्छति खलु इत्युक्ते तत्र यदा प्रकारता इति सर्वदा तस्य प्रतीतिः नास्ति इति यदा वदामः तदा किमर्थं तस्य उत्पत्तिः भवति इति इत्युक्ते यदा ज्ञानम् अस्माकम् आत्मनि भवति तदा एव तत्र विषयता इति भवति तेन प्रकारता विशेषता इत्यादि विषयतायाः प्रभेदः अपि तस्य ज्ञानमपि भवति इति वयम् इति तदपि ज्ञायते इति वक्तुं शक्नुमः खलु तर्हि किमर्थं तत् तस्य तदा तस्मिन् समये उत्पादनं भवति इति किमर्थं तथा वदामः अपि च किमर्थं तस्य जन्यत्वं नास्ति इति वदामः इति किञ्चित् चिन्तनं भवत्याः चिन्तनं किम् इति वक्तुं शक्नोति वा विषयता विषये एव इत्युक्ते तत्र घटः अस्ति चेत् भूतले यदा तत्र भूतले घटः इति ज्ञानम् अस्ति चेत् एव आत्मनि तत्र विषयता इति सर्वं भवति खलु यतोहि तत्र ज्ञानमिति सः विषयकपदार्थः विषये सति तत् सर्वं प्रकारता विशेष्यता इति सर्वं तेन आधारेण आगच्छति तर्हि विषयः नास्ति चेत् तस्य इदानीं तत्र विषयता इत्यपि नास्ति खलु विषयताः अपि न सन्ति तर्हि यदा आत्मनि विषयः ज्ञानं भवति तदा एव विषयतायाः अपि जननम् इति किमर्थं तादृशचिन्तनं नास्ति इति नास्ति इति वा तत् तदेव तत्र उक्तं खलु तत्र जन प्रकारता विशेष्यतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः इति तर्हि तत्र जन्यत्वं न इति उक्तं खलु प्रायः मम चिन्तनं यदा मम मनसि प्रकारता विशेष्यता इति नास्ति चेदपि तत्तु लोके वा लोके अस्ति अस्ति परन्तु मम मनसि एव तत् ज्ञानं न उत्पन्नं मम आत्मनि एव इति कारणेन वा तस्य जन्यत्वं लोके अस्ति इत्युक्ते किम् इतोपि किञ्चित् यदा अहं न जान घटः तु उत्पन्नः एव परन्तु अहं न जानामि तत्र घटः इति एकः पदार्थः अस्ति इति जानामि परन्तु एषः घटः इति प्रायः अहं न जानामि अन्ये सर्वे जानन्ति चेत् तत्र विषयता तु अस्ति एव परन्तु मम आत्मनि तस्य उत्पन्नं तस्य ज्ञानं नास्ति हा सम्यक् इति एकमस्ति अपि च द्वितीयम् अस्ति अत्र ईश्वरीयज्ञानम् इति अपि अस्ति खलु ईश्वरीयज्ञानम् इत्यपि साधारणकारणमस्ति तत्रापि ईश्वरीयज्ञानं तु सर्वदा अस्ति इति कृत्वा तर्हि तस्मिन् तत्र तादृशप्रकारता विशेष्यता संसर्गता इत्यादयः सन्ति इति कृत्वा तत्र तेषां जननम् इति न परन्तु तेषां प्रतीतिः एव भवति यदा वयं तस्मिन् विषये ज्ञानं प्राप्नुमः चेत् इति इति कृत्वा तत्र नित्यत्वम् इति न नित्यत्वम् इति स्वीकृतवन्तः जन्यत्वं नास्ति इति अपि स्वीकृतवन्तः अस्तु नित्यम् अस्तु अस्तु, अत्र प्रश्नः अस्ति वा? सर्वं स्पष्टम् इति भाति मम, परन्तु प्रश्नः अस्ति चेत् पृच्छतां। भगिनी, यथा भवती उक्तवती अपि च सन्ध्या भगिनी पठितवती पूर्वं, यद्यपि मम मनसि कोऽपि कस्यापि पदार्थस्य विषये ज्ञानं नास्ति, परन्तु ईश्वरज्ञानं तु अस्ति एव सर्वदा, तत्कारणात् तस्य जन्मः भवति नष्टः उत्पन्नः भवति नष्टः भवति न वक्तुं शक्नुमः, एवं वा? सत्यम्, इत्युक्ते ईश्वरीयज्ञानं तु सर्वदा अस्ति खलु, अपि च सर्वविषयकः अपि अस्ति इति कृत्वा तस्मिन् तस्मिन् ईश्वरीय इत्युक्ते परमात्मनि तत्र तादृशविशेष्यता प्रकारता तु सर्वदा अस्ति इति कृत्वा तस्य जननं न भवति इति विषयः। एतादृशी चिन्तनं केवलं ज्ञानस्य प्रति एव भवति वा अन्यस्य अपि प्रति भवति वा? इत्युक्ते सविषयकपदार्थ प्रसङ्गे भवति इति चिन्तयामि, अन्यविषये इत्युक्ते किं तत्र अहं न अवगच्छामि भवतः प्रश्नः। तत्र मम मनसि अपि स्पष्टता नास्ति, तथैव पृच्छामि। न, तत्र राजमहोदय प्रायः भवतः स एव प्रश्नः, तत्र ज्ञानं विहाय अन्येषु पदार्थेषु अपि एतादृशं नित्यत्वम् अस्ति वा इति प्रश्नः, तत्र अहं चिन्तयामि तथा ईश्वरस्य इच्छाकृतिः ज्ञानं तत्र नित्यत्वं स्यात्, तत्र इच्छा तु सविषयकपदार्थः, परन्तु अन्यत् तत्र कृतिः अपि तत्र तादृशं तथा न स्यात् इति चिन्तयामि, तर्हि अन्ये के सविषयकाः पदार्थाः इति अधुना केवलं ज्ञानम् इच्छा इत्येव ज्ञायते इति मन्ये। द्वेषः अपि खलु, परन्तु प्रायः ईश्वरीयद्वेषः इति न स्यात्। सत्यं, हा, तदेव मम अवगमनमपि महोदय। धन्यवादः भगिनी, स्पष्टता जायते। आं, तर्हि अग्रे सरला भगिनी भवती अग्रे पठति वा? अस्तु, अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ताः इति उच्यन्ते, यद्धि अजन्यमपि किञ्चित् अधीनप्रतीतिकं तत् प्रयोज्यम् इति प्रयुक्तम् इति वा उच्यते, विषयत्वं पूर्वोक्तं तादृश्यम्। अजन्यमपि तत् ज्ञान इच्छादिषु सत्सु एव भवति ज्ञायते वा न अन्यथा, अतः विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते, ज्ञानं तादृशविषयतायाः प्रयोजकम् इति उच्यते। अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ता इति उच्यन्ते, अत्र ते भवति यथा पूर्वस्मिन् परिच्छेदे आगच्छति ते इति विषयता, तस्य त्रीणि तिस्रप्रकाराः सन्ति विषयतायाः, विशेषता, संस्कृता, प्रकारता, ते अजन्या अपि यथा वयं इदानीं चर्चितवन्तः, विषयता अजन्या अस्ति, लैक् ईश्वरीयज्ञानं अस्ति वा अन्यस्य ज्ञानस्य विषयः अस्ति, किन्तु यदि अस्माभिः न ज्ञायते विषयता अजन्या अपि ज्ञानादिप्रयुक्ता इति उच्यन्ते, किन्तु यदि ज्ञान सः अजन्या अस्ति किन्तु ज्ञानेन प्रयुक्त अस्ति इति वयं वदामः कथम् इति अग्रे आगच्छति, यदि अजन्यमपि किञ्चित् अधीनप्रतीतिकं तत् प्रयोज्यम् इति प्रयुक्तम् इति वा उच्यते, यत् अत्रसि यद्धि भवति यत् हि अजन्यमपि यत् विषयता अजन्यम् अस्ति, तस्य जनन तस्य जन्यं न भवति, पद किञ्चित् अधीनप्रतीतिकम् अस्ति, तस्य विषयतायाः अधीनता अस्ति, यदि सः विषयक पदार्थ वा ज्ञानस्य अधीनता अस्ति, तस्य यदि विषयत्वं भवति तदा तस्य प्रयोज्यं भवति या प्रयुक्तं भवति इति उच्यते. मीन्स् इदानीं प्रयोज्य प्रयुक्तं विषयता सह प्रयोज्य प्रयुक्तं किं भवति, यदि विषयता ज्ञानस्य विषयं भवति तदानीं विषयता आगच्छति. उदाहरणं महोदय दत्तं, यदि घटविषय अस्ति, घटस्य विषय ज्ञानविषयक घट भवति ज्ञानविषयकपदार्थः, ज्ञानस्य विषयमस्ति घटः, यदि घट ज्ञानस्य विषय भवति तदा हि विषयता ज्ञाने आगच्छति. तत् भवति तत् घटं भवति घटस्य विषय ज्ञान अधीनं, यदि ज्ञानं नास्ति तद् विषयतापि न भवति. सो तत् विषयता भवति प्रयोज्यं ज्ञान ज्ञानयुक्त भवति, तस्य नाम आगच्छति प्रयोज्य प्रयुक्तं, न तु जन्यतम् अस्ति. तत् पूर्वम् अस्ति किन्तु यदि तस्य प्रतीतिः भवति ज्ञाने, ज्ञानस्य यदा पदार्थ विषयं भवति तदा हि विषयता प्रयोज्या भवति, विषयता इति स्त्रीलिङ्गस्य इति प्रयोज्या भवति इति आगच्छति. साधु भगिनि. हा साधु भगिनि, सम्यक्. अत्र एकक्षणं, तत्र यद् यद् इत्युक्ते किं, यद् इत्युक्ते तत्र यत् हि यत् सि विषयता, तत् यत् हि किं भवति तकार झकार भवति, सूत्रम् आगच्छति न, यत् हि जयोः अन्यतर. हा वदतु भगिनि. तद् यत् हि यत् अस्ति विषयः, रामप्रिया भगिनी प्रायः उक्तवती खलु. आम् आं, जयोः अन्यतरस्याम् इति सूत्रेण आगच्छति. यद्धि इति यदा रामप्रिया भगिनी उक्तवती जयो अन्यतरस्याम् इत्यनेन यद्धि इति भवति. हा तत्र यत् इत्युक्ते विषयत्वं खलु, विषयता अथवा विषयत्वं. अजन्यमपि भवति यस्य यापर्यन्त ज्ञानस्य विषयः नास्ति अजन्यम् अस्ति, परन्तु तथा नास्ति खलु भगिनि, क्षम्यतां. तत्र यत् यदि अजन्यम् अपि इत्युक्ते तत्र ज्ञानस्य विषयता नास्ति तदा अजन्यम् इति न, तत् सर्वदा अजन्यम् अस्ति. तत् पूर्वं वयम् उक्तवन्तः, तत्र विषयत्वम् इति तस्य जन्यत्वं नास्ति, नित्यं नास्ति, नित्यम् अस्ति. यद्यपि तद् तद् नित्यम् अस्ति विषयत्वं, तथापि तत्र किञ्चित् अधीनप्रतीतिकम् अस्ति खलु. किञ्चित् अधीनप्रतीतिकम् इत्युक्ते किम्? किञ्चित् अवसि सविषयकपदार्थ यत् ज्ञानं, तस्य ज्ञानस्य अधीने अस्ति, प्रतीतिकं भवति विषयत्वं. सो यत् विषयत्वं ज्ञानस्य अधीन अस्ति, यदि ज्ञानस्य विषय भवति तदा हि विषयता आगच्छति. यावत्पर्यन्त ज्ञानस्य विषयकपदार्थः नास्ति तावत्पर्यन्त विषयता न भवति तत्र. हा इत्युक्ते ज्ञानेन अधीन भवति. हा विषयत्वम् इति ज्ञानस्य अधीनम् इत्युक्ते तत्र ज्ञानस्य ज्ञानेन तत्र ज्ञानस्य अधीनं भवति खलु इति कृत्वा तत्र ज्ञानस्य अधीनं प्रतीतिकम् इति तत्र बहुव्रीहि समासः. तत्र ज्ञानस्य अधीनम् इति तत्र अथवा ज्ञानेन अधीनम् इति तत्पुरुषसमासः, अनन्तरम् अधीनः यः प्रतीतिक् प्रतीतिः इति तत्र कर्मधारेः प्रतीतिकम् इति बहुव्रीहिसमासः इति महोदयेन उक्तं, तर्हि ताद् इत्युक्ते तत्र विषयत्वं भवति किञ्चित् अधीनप्रतीतिकम् इत्युक्ते यदा ज्ञानम् अस्ति तदा एव तस्य प्रतीतिः भवति इति कृत्वा विषयत्वं किञ्चित् अधीनप्रतीतिकम् इति किञ्चित् इत्युक्ते अत्र सविषयकपदार्थः यथा भवती उक्तवती न तु तत्र परिणामस्य विषये खलु इति कृत्वा किञ्चित् अधीनप्रतीतिकम् इत्युक्ते सविषयकपदार्थः यथा ज्ञानमिच्छा तत्र तेन अधीनम् अधीना अस्ति इति कृत्वा तत्र अथवा अधीनं प्रतीतिकम् इति विषयत्वं भवति, तादृशविषयत्वम् एव प्रयोज्यम् अथवा प्रयुक्तम् इति पर्यायपदम् इति उच्यते. तत् भवति पुनः विषयत्वं तत् यः ज्ञानस्य ज्ञानेन अधीन अस्ति अधीन भूत्वा तस्य प्रतीतिः आगच्छति तत् विषयत्वं भवति प्रयोजनं वा प्रयुक्तम् इति. विषयत्वं पूर्वोक्तं तादृश्यं यथा पूर्वं विषयत्वम् अविषयत्व एकसम एकै अर्थमस्ति. विषयत्व प्रत्यय योजित्वा या विषयता तल् प्रत्यय योजनेन भवति. अजन्यमपि नित्यमस्ति तद् ज्ञानच्छादिषु सत्सु एव भवति ज्ञायते वा न अन्यथा. यदि ज्ञान इच्छा विषय भवति तर्हि तस्य ज्ञानम् आगच्छति वा जानीमः. नित्यं भूत्वा अपि ज्ञान इच्छादि तस्य विषयं भूत्वा तस्य ज्ञानम् उत्पद्यते. हा इत्युक्ते ज्ञानं वस्तुतः उत्पद्यते इति वक्तुं न शक्नुमः खलु, यतोहि तस्य उत्पादनं न भवति वस्तुतः. तत्तु उत्पादनं न भवति किन्तु मनसि आगच्छति इति तस्य प्रतीतिः तदा आत्मनि भवति इति वक्तुं शक्नुमः. तर्हि यद्यपि अजन्यमस्ति इत्युक्ते नित्यम् अस्ति विषयत्वं तत्र ज्ञानस्य अधीनम् अस्ति इति कृत्वा ज्ञानम् इच्छा तादृश सविषयकपदार्थाः यदा आत्मनि आगच्छन्ति तस्मिन् समये एव तत्र तस्य प्रतीतिः मनसि भवति. अत्र भवति इत्युक्ते उत्पन्नः इत्यर्थे नास्ति, परन्तु तस्य प्रतीतिः भवति, प्रतीयते इत्यर्थे एव अत्र अस्ति. अथवा ज्ञायते जानीमः अस्ति न अन्यदा इत्युक्ते तादृशज्ञान इच्छा आत्मनि नास्ति चेत् तस्य प्रतीतिः मन आत्मनि न भवति इति. अतः विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते. अतः विषयता ज्ञानेन न जन्या ज्ञानेन तस्य जन्यं न भवति किन्तु सा विषयता भवति ज्ञानप्रयोज्या वा ज्ञानप्रयुक्ता. ज्ञानयुक्त अस्ति विषयता या ज्ञानप्रयोज्य अस्ति विषयता. ज्ञान तादृशविषयतायाः प्रयोजकम् इति उच्यते. सुविषयतायाम् अस्ति प्रयोज्यता, ज्ञाने अस्ति प्रयोजकता. यथा इत्युक्ते दत्तमस्ति ज्ञाननिष्ठप्रयोजकता निरूपयति प्रयोज्यता आश्रयविषयता. भगिनी प्रयोज्यकता प्रयोज्यता तस्य आङ्ग्लभाषायां किं भवति? आङ्ग्लभाषायां किं भवति इति न जाने भगिनी, परन्तु तत्र प्रयोजकता इत्युक्ते येन प्रतीयते तत् प्रयोजकं, तस्मिन् प्रयोजकता अस्ति. तत्प्रयोज्यं तस्मिन् प्रयोज्यता अस्ति, परन्तु आङ्ग्लभाषायां न जानामि. अपि च साधारणतया अहं तत्र यद् न्याये वयं पठेम तस्य आङ्ग्लं अधिकं न पठामि, यतोहि तत्र किञ्चित् भ्रमः भवति मम वस्तुतः इति कृत्वा. परन्तु अन्य कोऽपि जानाति चेत् निश्चयेन वदतु. भगिनी, प्रश्नः अस्ति अत् प्रयोज्यम् अपि च प्रयुक्तं पर्यायवाचिशब्दः स्तः वा शब्दौ स्तः वा? अत्र सत्यम् इत्युक्ते न्यायसम्बन्धिकसन्ति अत्र. किं भगिनी, क्षम्यताम्? न, क्षम्यताम्, अहम् अशुद्धम् उक्तवती. प्रयोज्यं प्रयुक्त अत्र पर्यायशब्द दृश्यते. सत्यम्, अत्र तु पर्याय पदे इति इति एव दृश्यते, प्रयोज्यम् अपि च प्रयुक्तम् इति. अपि च महोदयेन उक्तमपि यत् तत्र प्रयोज्यप्रयोजकः इत्यस्य न्याये अपि भिन्नभिन्न स्थलेषु भिन्नभिन्न अर्थाः अपि आगच्छन्ति इति. अस्मिन् प्रसङ्गे तत्र अर्थः अस्ति यत् प्रतीयते तत् प्रयोज्यं, येन प्रतीयते तत् प्रयोजकम् इति. परन्तु भिन्नस्थले प्रायः भिन्न अर्थः अपि स्यात् यद्वयम् इदानीं न जानीमः. अपि भगिनी, यथा सन्ध्या भगिनी वर्गे उक्तवती, प्रयोज्यम् इति अस्ति युज् धातु योज्यं रप् प्रत्ययः अस्तु, प्रयोज्य भवति, प्रयोज्या इति भवति स्त्रीलिङ्गे, प्रयोजकं भवति युज् धातु योग लिप् प्रत्यय, प्रयोजकं भवति रूल् प्रत्ययः. रूल् प्रत्ययः इत्युक्ते प्रयोज्यम् इत्युक्ते प्रयोक्तुं योग्यम् इति अर्थे ञत् प्रत्ययः प्रयोज्यम् इति. प्रयोगकर्ता इति अर्थे युज् धातोः प्रपुसर्गपूर्वकः युज् धातोः नूल् प्रत्ययः प्रयोजकः इति. सन्ध्या भगिनी, सम्यक् खलु? अन्य किमपि अन्यत् वक्तव्यं वा अत्र? न, तत्र केवलं ल्युट् इति प्रयोजन इति प्रयोजनम् इति ल्युट् भवति. प्रयोजनं कर्ता भवति प्रयोजकः. प्रयोजनमिति भावः, तत्र ल्युट् इति भावः किल, तत्र प्रयोजनम् इति. सत्यं, यथा वयं लक् नयति नायक गायति गायकथा अस्ति वै, न तत्तु नूल् अस्ति, गायकः पावकः इति सर्वं नूल्. ल्युट् इति गानं पठनं इत्युक्ते तत्र कार्यस्य प्रायः विषयः इति वक्तुं शक्नुमः खलु. तत्र गायकः इति कर्ता, तस्य विषयः अस्ति गानं, गेयम् इति यत् गायति, हा, गीतुं योग्यम् अथवा तथा अस्ति चेत् तदेव ञत् प्रत्ययः. यथा वक्तुं योग्यं वाक्यम् इति अस्ति खलु, तद्वत् तत्र प्रयोक्तुं योग्यं प्रयोज्यम् इति ञत् प्रत्ययः. तस्य कर्ता नुल् अर्थे तत्र नुल् इति प्रत्ययेन कर्ता सूचयति प्रयोजकः इति. अस्तु, प्रश्नः अस्ति वा? अस्तु, तर्हि रामप्रिया भगिनी, तत्र स्पष्टं वा, प्रश्नः अस्ति वा भवत्याः? न भगिनी, स्पष्टम् इति मन्ये. अस्तु, तर्हि भवती एकवारं पुनः एतदेव पठित्वा वदतु, अनन्तरम् अग्रे सरेम. आम्, अतः त अजन्याः अपि ज्ञानादिप्रयुक्ताः इति उच्यन्ते. वाक्यम् एकमेकं वाक्यं पठित्वा वदामि वा भगिनि? हा हा, सम्यक् भगिनि. अस्तु, तत्र यदा वयं प्रकारादिविषयताः इति पूर्वस्मिन् परिच्छेदे पठितवन्तः, तत्र वयं दृष्टवन्तः ते तु अजन्याः सन्ति, इत्युक्ते नित्याः सन्ति इति, अपि ज्ञानादिप्रयुक्ताः इति उच्यन्ते. ज्ञानस्य ज्ञानादि विषये प्रयुक्ताः एव, इत्युक्ते प्रकारता संसर्गता विशेष्यता ज्ञानस्य विषये एव प्रयुक्ताः एव, परन्तु तस्य जन्याः अजन्याः ते नित्याः इति वयं दृष्टवन्तः. तदेव पुनः दत्तमस्ति यद् हि अजन्यमपि किञ्चित् अधीनप्रतीतिकं तत् प्रयोज्यत्वम् इति प्रयोज्यम् इति प्रयुक्तम् इति वा उच्यते. तदेव तद् यद्हि इति विषयत्वम् इति विषये उक्तमस्ति, यद्विषयत्वं यद्यपि ते अजन्यं किञ्चित् अधीनप्रतीतिकं, किञ्चित् इति भवती एव उक्तवती सविषयकपदार्थम् इति, सविषयकपदार्थस्य अधीनप्रतीतिकं तत् विषयं प्रयोज्यं प्रयुक्तम् इति तस्य नामकरणम् अस्ति इति. यत् सविषयकपदार्थम् अस्ति तस्य अधीनप्रतीतिकस्य नाम एव प्रयोज्यं वा प्रयुक्तम् इति, किल भगिनि? हा सत्यम्, इत्युक्ते अधीनम् इत्युक्ते तस्य आश्रितम् अस्ति खलु इति कृत्वा तत्र ज्ञानस्य अधीनम् अस्ति. इदानीं विषयत्वम् इति, ज्ञानं नास्ति चेत् विषयत्वं नास्ति खलु, तस्य स्वातन्त्र्यं नास्ति इति कृत्वा तत्र किञ्चित् अधीनम् इत्युक्ते तत्र किञ्चित् इति ज्ञानम् इति स्वीकुर्मः चेत् तत्र सविषयकपदार्थः ज्ञानम् इति, तर्हि तत्र ज्ञानस्य अधीनं प्रतीतिकं यदस्ति, इत्युक्ते विषयत्वम् इति यदस्ति यत् ज्ञानस्य अधीनमस्ति, ज्ञानस्य ज्ञानेन तस्य प्रतीतिः भवति, तदेव प्रयोज्यम् अथवा प्रयुक्तम् इति तस्य एव नामकरणम्. विषयत्वं पूर्वोक्तं तादृशं, तदेव यदा विषयत्वम् इति वयं पूर्वं दृष्टवन्तः तदेव तादृशमेव. अजन्यं तत् ज्ञान इच्छादिषु सत्सु एव भवति, ज्ञायते वा न अन्यथा. अजन्यम् अपि विषयत्वम् अजन्यम् अपि तस्य तत् ज्ञान इच्छादिषु सत्सु, यदा ज्ञानम् इच्छा अस्ति चेद् एव तत् प्रतीयते, अन्यथा तस्य आत्मनि तस्य उत्पादनं न भवति. यद्यपि विषयत्वम् अनित्यं, क्षमतां नित्यम् अस्ति, तदपि तदापि तत्र ज्ञान इच्छा अस्ति चेदपि अस्ति चेदेव तस्य प्रतीतिः भवति अथवा न भवति इति दत्तम्. अतः विषयता न ज्ञानादिजन्या, किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते. अतः एव विषयता विषये उक्तमस्ति तत्तु ज्ञानादिजन्या, ज्ञानेन तस्य जन्यं न भवति, परन्तु ज्ञानप्रयोज्य ज्ञानप्रयुक्ता इति तस्य विषयतायाः नामकरणम्. ज्ञानं तादृशविषयतायाः प्रयोजकम् इति उच्यते. यद् विषयता ज्ञानप्रयोज्या वा ज्ञानप्रयुक्ता वा अस्ति, तादृशविषयतायाः ज्ञानं प्रयोजकम् इति उच्यते. इत्युक्ते किं तत्र अन्तिमवाक्यं पुनः? यद् ज्ञानेन विषयता यद् ज्ञानप्रयोज्या वा ज्ञानप्रयुक्ता वा अस्ति, परन्तु तस्य तु न ज्ञानादिजन्या अस्ति, तादृशविषयतायाः ज्ञान प्रयोजकम् इति नामकरणम् अस्ति. ज्ञानेन प्रतीयते विषयता किल. हा, तत्र ज्ञानम् एव प्रयोजकं खलु. ज्ञानं तादृशविषयतायाः प्रयोजकम् इत्युक्ते यथा पूर्वम् उक्तवन्तः तत्र यत् प्रतीयते तत् प्रयोज्यं खलु. इत्युक्ते इदानीं तत्र ज्ञानादीनप्रतीतिकम् इति विषयत्वम् अस्ति, तर्हि तदेव प्रतीयते. यदा ज्ञानम् आत्मनि भवति तदा विषयत्वं प्रतीयते खलु इति कृत्वा तत् प्रयोज्यं भवति. येन तस्य प्रतीतिः भवति इति पृच्छामः चेत् तत्र ज्ञानं खलु. ज्ञानेन विषयत्वस्य प्रतीतिः भवति इति कृत्वा ज्ञानमिति प्रयोजकं भवति. अस्तु, येन प्रतीयते तत् प्रयोजकं, यत् प्रतीयते तत् प्रयोज्यम्, अतः विषयता प्रयोज्यं तस्मिन् प्रयोज्यता अस्ति, येन प्रतीयते ज्ञानेन प्रतीयते अतः ज्ञाने प्रयोजकता अस्ति. ज्ञानमिति प्रयोजकं तस्मिन् प्रयोजकता अस्ति. तत्र प्रश्नः आसीत् वा भगिनि? एवं वक्तुं शक्नुमः वा, ज्ञानं तादृशविषयितायाः प्रयोजकम् इति उच्यते, प्रायशः भवती तादृश एव उक्तवती, परन्तु मम मनसि किञ्चित् संशयः अस्ति. ज्ञानं ज्ञानप्रयोज्या विषयितायाः प्रयोजकम् अस्ति. पुनः वदतु महोदय, ज्ञानं किम्? ज्ञानं ज्ञानप्रयोज्य विषयितायाः प्रयोजकम् अस्ति. ज्ञानप्रयोज्य हा सत्यम्, इत्युक्ते विषयता इति ज्ञानप्रयोज्य, तर्हि तादृशविषयता इत्युक्ते ज्ञानप्रयोज्या विषयता खलु. तादृशविषयतायाः प्रयोजकम् अस्ति ज्ञानम् इति. सत्यम्, धन्यवादः. तर्हि अग्रे महोदय, भवानेव पठति वा प्रतिबन्धकत्वम् अपि? प्रतिबन्धकत्वम् अपि इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते. प्रतिबन्धकः सः यः समग्र्यां सत्यामपि कार्य अनुत्पत्तौ प्रयोजकः. कार्य अनुत्पत्तिः कार्य उत्पत्तेः अभावः. अभावश्च नित्य इति न प्रतिबन्धकेन सह उत्पन्नः इति व्यवहर्तुं शक्यम्. तथापि प्रतिबन्धक समवधाने सति कार्य अनुत्पादः भवति ज्ञायते वा इति न सः प्रतिबन्धकेन जन्यः, किन्तु सः प्रतिबन्धक प्रयुक्तः प्रतिबन्धक प्रयोजः इति वा उच्यते. प्रतिबन्धको अपि तादृशकार्य अनुत्पादं प्रति न जनकः किन्तु प्रयोजकः इति उच्यते. भोग्यमस्ति अत्र अस्मिन् परिच्छेदे, किञ्चित् पुनः पङ्क्तिशा पठित्वा प्रयत्नं करोमि भगिनि. सहायम् आवश्यकी. प्रतिबन्धकत्वम् अपि इमां प्रयोजकतां ज्ञात्वा सम्यक् यथा अस्माभिः ज्ञानविषये पूर्वं पठितं, तत्र ज्ञानप्रयोज्य ज्ञानप्रयुक्ता उपयुज्य कथं प्रतीतिः भवति, तादृशी अत्र प्रतिबन्धकत्वम् अपि तादृशी प्रयोजकतां ज्ञात्वा सम्यक्तया ज्ञातुं शक्नुमः. अस्माभिः वयम् अवगच्छामः. प्रतिबन्धकः यः सः यः सामग्र्यां सत्याम् अपि कार्य अनुत्पत्तौ प्रयोजकः. अस्तु, प्रतिबन्धकः यः अस्ति यावत् प्रतिबन्धकः सामग्र्याम् अस्ति सामग्र्यां सत्यामपि अपि कार्यस्य उत्पत्ति न भवति, तस्य कार्य अनुत्पत्तौ प्रयोजकः. तत् सः प्रतिबन्धकः यः सामग्र्यां यावत् सामग्र्याम् अस्ति तावत् कार्य अनुत्पत्तौ प्रयोजकः अस्ति वा, तेन कारणेन एव कार्य उत्पत्तिः न भवति एवं वा भगिनि? सत्यं महोदय, इत्युक्ते प्रतिबन्धकः तादृशः अस्ति यस्य तत्र यः अस्ति चेत् तत्र यद्यपि सामग्री इत्युक्ते कार्यं प्रति कारणानि खलु, तत्सर्वम् अस्ति चेदपि कार्यानुत्पादः कार्यस्य उत्पादनं न भवति, तादृशप्रतिबन्धकः तस्य नामकरणमस्ति प्रयोजकः इति. प्रयोजकः प्रतिबन्धकः कार्य अनुत्पत्तिप्रयोजकः. कार्य अनुत्पत्तिः कार्य उत्पत्तेः अभावः. कार्य अनुत्पत्तिः इत्युक्ते कार्य उत्पत्ति अभावः अस्ति, तत् कार्यं न भवति, तत्र न भवति. अभावश्च नित्य इति न प्रतिबन्धकेन, अभावश्च नित्य इति न प्रतिबन्धकेन सह उत्पन्नः इति व्यवहर्तुं शक्यम्. अभावश्च नित्य अभावः नित्यः अस्ति, अत्यन्त अभावः यथा महोदयेन उक्तं गत सप्ताहे कक्षायां, अत्यन्त अभावः यः नित्यः अस्ति न प्रतिबन्धकेन सह उत्पन्नः, तत् अभावः प्रतिबन्धकेन सह अभावः न उत्पन्नः इति व्यवहर्तुं शक्यम् इति वक्तुं शक्नुमः. प्रतिबन्धकेन सह यः कार्य अनुत्पत्तिः जायते तत् अभावः प्रतिबन्धकेन न उत्पन्नः. सत्यम् इत्युक्ते तत्र प्रथमम् अस्मिन् प्रसङ्गे अभावः इति तत्र अत्यन्त अभावः एव यथा भवान् उक्तवान्, तत्र कार्योत्पत्तेः अभावः इत्युक्ते तत्र अत्यन्त अभावः, अत्यन्त अभावः तु नित्यः इति कृत्वा तत्र सः अभावः प्रतिबन्धकेन उत्पन्नः इति वक्तुं न शक्नुमः खलु, यतोहि तत्र यः नित्यः अस्ति तस्य जननम् अपि च नष्टं न भवति इति कृत्वा तत्र प्रतिबन्धकेन तद् उत्पन्नः इति वक्तुं न शक्नुमः. तथापि प्रतिबन्धकसम् अवधाने सति कार्य अनुत्पादः भवति ज्ञायते वा इति न सः प्रतिबन्धकेन जन्यः, किन्तु सः प्रतिबन्धकप्रयुक्त प्रतिबन्धकप्रयोज इति वा उच्यते. प्रतिबन्धक किञ्चित् प्रथमभागं प्रथमं वदतु महोदय, अनन्तरम् अग्रे तत्र इति पर्यन्तं तथापि तथापि प्रतिबन्धकसम अवधाने सति कार्य अनुत्पादः भवति ज्ञायते वा इति ज्ञायते वा पर्यन्तं न प्रतिबन्धकसमवधाने सति कार्य यथा प्रतिबन्धकः तत्र अस्ति सति प्रतिबन्धकस्म अवधाने सति कार्य अनुत्पादः भवति इति जानीमः. भवती किञ्चित् साहाय्यं करोतु. हा हा, भवान् सम्यक् एव उक्तवान्, तत्र प्रतिबन्धकसमवादाने इत्युक्ते यदा प्रतिबन्धकः अस्ति तदा कार्य अनुत्पादः भवति ज्ञायते वा इति खलु, इत्युक्ते कार्यस्य अभावः अत्र अस्ति अपि च वयं जानीमः तत्र कार्यं न जातम् इति वयं जानीमः इति कृत्वा प्रतिबन्धकः कः इति इदानीं प्रश्नः आगच्छति खलु, इत्युक्ते प्रतिबन्धकः इति इत्युक्ते तत्र पूर्वं वयम् उक्तवन्तः प्रतिबन्धकेन अभावः उत्पन्नः इति वक्तुं न शक्नुमः यतोहि अभावः नित्यः इति कृत्वा, परन्तु प्रतिबन्धकः अस्ति चेत् तत्र कार्यभावः तु अस्ति अपि च कार्यभावः न जायते इति वयं जानीमः इति कृत्वा प्रतिबन्धकः कः इति प्रश्नः आगच्छति. तर्हि प्रतिबन्धकः कः इत्युक्ते महोदय अग्रे पठतु इति न सः प्रतिबन्धकेन जन्यः इति न सः प्रतिबन्धकेन सः इत्युक्ते कार्य कार्य उत्पत्ति अथवा कार्य अनुत्पत्ति अकार्य अनुत्पत्तिः खलु यतोहि तदेव इदानीम् अस्माकं प्रसङ्गः कार्यानुत्पादः भवति इत्युक्ते प्रतिबन्धकसमवाद समवधाने सति कार्य अनुत्पादः भवति इति वयं पूर्वम् उक्तम् इति कृत्वा न सः इत्युक्ते न कार्य अनुत्पादः प्रतिबन्धकेन जन्यः किन्तु सः यथा वयं पूर्वम् आसीत् तत् अभावः नित्यः अस्ति अत्यन्त अभावः नित्यः अस्ति तत् तत् तत् मनसि निधाय न कार्य अनुत्पादः प्रतिबन्धकेन जन्यः न अस्ति किन्तु सः प्रतिबन्धकप्रयुक्त प्रतिबन्धकप्रयोज इति वा उच्यते तत् कार्य सः कार्य उत्पादः प्रतिबन्धकप्रयुक्तः अपि च प्रतिबन्धकप्रयोजः तथा वदामः तस्य नामकरणम् अस्ति वा एव हा सत्यम् इत्युक्ते तत्र प्रतिबन्धक यथा पूर्वं वयम् उक्तवन्तः खलु इत्युक्ते तत्र कार्योत्पादः कार्य अनुत्पादः तु कार्य अभावः अभावः तु नित्यः इति कृत्वा यावत्पर्यन्तं प्रतिबन्धकः अस्ति तावत्पर्यन्तं कार्य अभावः अपि वयं ज्ञातुं शक्नुमः यदा प्रतिबन्धकः नास्ति तदापि कार्य अभावः तु अस्ति एव परन्तु तस्य प्रतीतिः नास्ति तदर्थमेव अभावः नित्यः इति अस्ति खलु इति कृत्वा तत्र प्रतिबन्धकः क्षम्यताम् अभावः प्रतिबन्धकेन प्रयुक्तः अथवा प्रयोज्यः इत्युक्ते तत्र अभावस्य प्रतीतिः प्रतिबन्धकेन जायते इति कृत्वा तद्भवति तत्र क्षम्यताम् हा सत्यम् अभावः इति तत्र इदानीं प्रतिबन्धकप्रयुक्तः अथवा प्रयोज्यः भवति प्रतिबन्धकम् इति प्रयोजकः भवति यतोहि तेन एव अभावस्य प्रतीतिः भवति प्रतिबन्धको अपि तादृशकार्य अनुत्पादं प्रति न जनकः किन्तु प्रयोजकः इति उच्यते यथा पूर्वस्मिन् वाक्ये यथा आसीत् तथैव अत्र सारांशरूपेण उक्तमासीत् अस्ति तत्र प्रतिबन्धक अपि तादृशकार्य अनुत्पादं प्रति जनकः नास्ति किन्तु प्रयोजकः इति वदामः तं प्रतिबन्धकं तत्र किमर्थं जनकः नास्ति परन्तु प्रयोजकः इति वदामः यदि अभावः तु नित्या अस्ति नित्या अस्ति तत्कारणात् तस्य जनकः न भवितुम् अर्हति अपि च नष्टं न अपि भवितुम् अर्हति परन्तु तत्कारणात् न वक्तुं शक्नुमः कि प्रतिबन्धकस्य प्रति न कोऽपि जनकः अस्ति किन्तु प्रयोजकः तत् वक्तुं शक्नुमः प्रतिबन्धकप्रयोजकः अस्ति बहु सम्यक् महोदय तदेव तत्र प्रतिबन्धकः इति प्रयोजकः अस्ति न तु जनकः यतोहि अभावस्य अभावः उत्पन्नः न जातः इति कृत्वा भगिनी पूर्वं भगिनी पृष्टवती तत् आङ्ग्लभाषायां किमस्ति चिन्तयामि रियलैजेशन् प्रयोजकः न एवमेव मा चिन्त्यतु न तत्र किमपि तत्र टेक्निकल् टर्म् अस्ति महोदय अहं न जानामि इदानीं तत्र किमपि पारिभाषिकशब्दः स्यात् अस्तु तर्हि एतावत्पर्यन्तमेव शनिवासरकक्षायां वयं अधीतवन्तः तर्हि तत्र प्रश्नः अस्ति वा एतावत्पर्यन्तं अस्तु तर्हि वयं अत्र स्थगयितुं शक्नुमः प्रश्नः अस्ति चेत् किञ्चित् पुनः एतत् विषये पठतु अपि च महोदयस्य ध्वनिमुद्रणमपि शृणोतु तत्र समयः अस्ति चेत् आगामिकक्षायां किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. अस्तु भगिनि, धन्यवादः. धन्यवादः.